पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 36 नारद उवाच वाराणस्यां महाराज मध्यमेशं परात्परं तस्मिन् स्थाने महादेवो देव्या सह महेश्वरः रमदे भगवान् नित्यं रुद्रैश्च परिवारितः तत्र पूर्वं ऋषिकेशो विश्वात्मा देवकीसुतः उवासवत्सरं कृष्णः सदा पाशुपतैर्युधः भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः आराधयन् हरिशम्भुं कृत्वा पाशुपतं व्रतं तस्य ते बहवः शिष्याः ब्रह्मचर्यपरायणाः लब्ध्वा तद्वदनाज्ञानं दृष्टवन्तो महेश्वरं तस्य देवो महादेवः प्रत्यक्षं नीललोहितः ददौ कृष्णस्य भगवान् वरदो वरमुत्तमम् येऽर्चयन्ति च गोविन्दं मद्भक्ता विधिपूर्वकं तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मयं नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परैर्जनैः भविष्यन्ति न सन्देहो मत्प्रसादाद्विजादयः येत्र दक्ष्यन्ति देवेशं स्नात्वा देवं पिनाकिनं ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति प्राणां त्यक्ष्यन्ति येर्मत्याः पापकर्मरता अपि ते यान्ति तत्परं स्थानं नात्र कार्या विचारणा धन्यास्तु खलु ते विज्ञा मन्दाकिन्यां कृदोदकाः अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरं ज्ञानं दानं तपःश्राद्धं पिण्डनिर्वपणं त्विह एकैकशकृतं कर्म पुनात्यासप्तमं कुलम् सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे यद्फलं लभते मर्त्यस्तस्माद्दशगुणं त्विह एवमुक्तं महाराज माहात्म्यं मध्यमेश्वरे यशृणोति परं भक्रिया स यादि परमं पदम् इति श्रीपद्मे महापुराणे स्वर्गखण्डे वाराणसीमाहात्म्ये षट्त्रिंशोऽध्यायः ॐ